नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे मिचि, प्रयोजकर्तुः कर्मत्वम् इति, निजन्तव्यवस्थायां प्रयोजकर्तुः कर्मत्वम् इति विषयः अस्ति। तत्र अभ्यासः प्रवर्तमानः अस्ति। दोषान् परिहृत्य शुद्धवाक्यं कर्तरीप्रयोगे कर्मणि प्रयोगे च वक्तव्यम् इति अयं भागः इदानीम् अनुवर्तते। तत्र प्रथमम् अस्माभिः दृष्टं कृषिवलः कर्मकरं गां बन्धयति इति दृष्टम्। इदानीं द्वितीयं स्वामी भृत्यं भारं नाययति इति, शोभा भगिनी करोति वा? आं भगिनि, स्वामी भृत्यं भारं नाययति, तस्मिन् वाक्ये निजन्तवाक्यम् अस्ति इत्युक्ते अण्यन्तावस्थायां भृत्यः भारं नयति इति, प्रयोजकर्तुः भृत्यः, तत्र नि इति धातुः निवह्योर्न इति सूत्रेण तत्र प्रयोजकर्तुः कर्मत्वं न भवति। अतः निजन्तवाक्ये स्वामी भृत्येन भारं नाययति इति भवति। तदनन्तरं कर्मणि वा शुद्धकर्मणि भृत्येन भारः नीयते इति भवति। अपि च कर्मणि प्रयोगे इदानीं तत्र कर्मत्वम् अभवत्, प्रयोजकर्तुः न अभवत्, अतः स्वामिना भृत्येन भारं नायते इति वाक्यं भवति। सर्वं सम्यक्, परन्तु भारम् इति वा? भारः नायते। सम्यक्, उत्तमम्। स्वामिना भृत्येन भारः नायते, सम्यक्, समीचीनं। तर्हि अत्र यद्वाक्यम् उक्तमस्ति तत्र दोषः अस्ति। भृत्यम् इत्यत्र उक्तं, तद् दोषयुक्तमस्ति। अस्तु, सम्यक्। तर्हि अग्रिमं मीना भगिनी। महेशः हरिषाय श्लोकं पाठयति, अस्मिन् वाक्ये शुद्धं नास्ति। श्लोकः इति पाठयति इति श्लोकं शब्दार्थरूपेण उक्तं, तस्मात् शब्दार्थकधातु अस्ति, तस्मात् गतिबुद्धि किं सूत्र यत्र गतिबुद्धि प्रत्यावसानार्थशब्दकर्मकर्मकाणाम् अणिकृतासनौ इति सूत्रेण कर्मत्वं भवितुम् अर्हति। परन्तु अत्र हरीशाय इति उक्तं, तस्मात् महेशः हरीशं श्लोकं पाठयति इति शुद्धवाक्यम् इति चिन्तयामि। तत् हरिः श्लोकं पठति इति अन्यन्ते कर्तरि वाक्यमस्ति। कर्मणि प्रयोगे तत्र श्लोक पुनरपि बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया इति सूत्रम् अस्ति वा? सूत्रं कारिकया रूपद्वयम् अस्ति तत्र, कुत्र अहमस्मि, महेशेन हरिशं श्लोकः पाठ्यते इति एकपक्षे, अन्यस्मिन् पक्षे महेशेन हरीशः श्लोकं पाठ्यते इति रूपद्वयमस्ति। सम्यक्, सम्यक्। तर्हि इदानीं शुद्धकर्मणि वाक्यं किं भवति? शुद्धकर्मणि महेशः निजन्तं नास्ति, शुद्धकर्मणि, शुद्धकर्मणि कर्मणि प्रयोगः महेशेन महेशेन विजयभगिनी विजयभगिनी यदा सहायं करोति चेत् सम्यक्तया कर्तव्यम्। इदानीं दोषेण उक्तवती महेशेन इति शुद्धकर्मणि वाक्यम्। मीना भगिनी शुद्ध महेशः शरी न भगिनी कर्मणि न निजन्तप्रयोगे महेशः भवति खलु। न निजन्तप्रयोगे एव महेशः भवति खलु। यदि महेशः नास्ति तर्हि हरीशः स्वयं कार्यं हरीशः श्लोकं पठ्यते। हरीशः इति कथं महेशः श्लोकं पाठयति इति कर्मणि निजन्तप्रयोगे कर्तरि अन्यन्ते हरिः श्लोकं पठति इति कर्तरे पुनरपि तस्य कर्मणि तस्य कर्मणि हरिः श्लोकं पठति तस्य कर्मणि हरिणा श्लोकं पठ्यते श्लोकः पठ्यते श्लोकः पठ्यते हरिणा श्लोकः पठ्यते इत्युक्ते शुद्धकर्मणि इत्यदा यदा अहं वदामि तदानीं हरीशः अस्ति खलु हरीशः इति अस्ति खलु हरीशः हरीशः हरीशेन श्लोकः पठ्यते हरिणा नास्ति हरीशेन हरीशेन हरिणा उक्तं वा मया हरिणा उक्तं वा हरिणा इति उक्तम् अहं हरिणा हरिः इति मया महेशः तादृशमेव हरीशः खलु महोदय न महेशः तादृशमेव हरीशः इति नास्ति न न शः शः इति नामपदमस्ति खलु अतः अतः अहं वदामि इत्युक्ते तत्र कर्ताद्वयमस्ति खलु महेशः हरीशः इति तत्र शुद्धकर्मणि इति यदा अहं वदामि तदानीं महेशः इत्यस्य अवसरः नास्ति तत्र कर्तरिप्रयोगे यद् अन्यन्तवस्थायां यादृशवाक्यम् अस्ति तस्यैव कर्मणि इत्यर्थः हरीशः हरीशेन हरीशेन श्लोकः पठ्यते तत्र णत्वमस्ति वा हरीशेन इति णकारः अस्ति वा तत्र भगिनि अस्तु अस्तु इदानीं विजयाभगिनी भवती वदतु भवती बहु उत्सुका अस्ति वक्तुं वदतु अस्तु महोदय मातापुत्रं पाषाणं क्षेपयति अत्र शुद्ध कर्मणि पुत्रेण पाषाणः क्षेप्यते नास्ति वा महोदय पुत्रेण पाषाणः कर्तरि प्रथमतया कर्तरि माता माता पुत्रं पाषाणं क्षेपयति एव न इत्युक्ते पश्यन्तु अत्र सर्वैः क्रमेण वक्तव्यम् इत्युक्ते वारं वारं वयं दृष्टवन्तः खलु प्रथमतया अन्यन्तवस्थायां कर्तरिप्रयोगः अनन्तरं ण्यन्तवस्थायां कर्तरिप्रयोगः अन्यन्तवस्थायां कर्मणि प्रयोगः ण्यन्तवस्थायां कर्मणि प्रयोगः इति चत्वारि वाक्यानि वक्तव्यानि। तर्हि इदानीम् अन्यन्तवस्थायां कर्तरिप्रयोगः वदतु माता पुत्रं पाषाणं क्षेपयति क्षिपति न क्षेपयति खलु क्षिपति न माता इति माता इत्यस्य का माता कीदृशकर्ता अथवा कीदृशी कर्त्री अत्र प्रयोजक कर्त्री का अस्ति प्रयोजककर्त्री अथवा कः अस्ति माता प्रयोज्यकर्ता प्रयोज्यकर्ता अत्र पुत्रः अस्ति अस्तु इदानीम् अन्यन्त अवस्थायां निजन्त अवस्थायां नास्ति अन्यन्त अवस्थायाम् अत्र माता पुत्रं भगिनी अन्यन्तवस्था इत्युक्ते का अन्यन्त निजन्त अवस्थायां नास्ति निजन्त अवस्थायां नास्ति चेत् अत्र साधारणतया निजन्त अवस्थायाम् इत्युक्ते अत्र मात्रा इति 311 एव अस्ति खलु न न कर्मणि एतत् न भगिनी भगिनी शृणोतु माता पुत्रं पाषाणं क्षेपयति इति वाक्यं ण्यन्तवस्थायाम् अस्ति यतोहि क्षिपति क्षेपयति इति इदानीं क्षिपति इति वाक्यं वदतु क्षिपति इति लटिरूपं यत्र भवति तादृशवाक्यं वदतु अत्र एव स्वीकृत्य माता भगिनी माता इति किमर्थं पुनः वदति माता इत्यस्य कार्यं तु सामान्यलटिवाक्ये नास्ति खलु पुत्रः पुत्रः पाषाणं क्षिपति तावदेव अस्ति भवती जानाति अस्तु तदेव कर्तरीप्रयोगः अस्ति अन्यन्तवस्थायाम् इदानीं कर्तरीप्रयोगः निजन्तवस्थायां वदतु अत्र यद्वाक्यम् उक्तं तत् समीचीनं वा इदानीमेव भवत्या उक्तम् एतत् समीचीनम् इति उक्तं मया समीचीनं पाषाणं क्षिपति पुत्रः पाषाणं क्षिपति एतत् समीचीनं खलु महोदय एतद् वाक्यं समीचीनं कर्तरीप्रयोगे अन्यन्तवस्थायां अन्तवस्थायां वदतु निजन्तप्रयोगे कर्तरीप्रयोगः कथं भवति निजन्त अवस्थायां कर्तरिप्रयोगे पुत्रं पुत्रं न पुत्रः पाषाणं निजन्त अवस्थायां क्षेपयति अत्र कः वदति सूर्यकुमारी भगिनी किञ्चित् साहाय्यं करोतु माता पुत्रे माता पुत्रं न माता पुत्रं पाषाणं क्षेपयति विजया भगिनी कृपया किञ्चित् शृणोतु अस्तु भगिनी वदतु माता पुत्रेण पाषाणं क्षेपयति किमर्थम् एवम् इति प्रतिपादयतु क्षिप्ता तु गत्यार्थक तत्सूत्रे नास्ति कर्मत्वं न भवति तत्कारणेन प्रयोज्यकर्तुः तृतीय भवति प्रयोज्यकर्ता का पुत्रः पश्यतु अत्र विजया भगिनी यद्वाक्यम् अत्र दत्तमस्ति तत्र दोषः अस्ति पुत्रम् इति कर्मत्वं न भवति पुत्रस्य कर्मत्वं न भवति यतोहि क्षिप्धातुः गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तस्य कर्मत्वं अथवा अन्येन वार्तिकेन कर्मत्वं न लभ्यते इति कृत्वा प्रयोजकर्तुः तृतीयाविभक्तिः एव भवति अतः माता पुत्रेण पाषाणं क्षेपयति इति वाक्यं ण्यन्तवस्थायाम् इदानीं शुद्धकर्मणि वाक्यं वदतु विजया भगिनी आम् शुद्धकर्मणि अत्र पुत्रेण पाषाणः क्षेप्यते माता महोदय अत्र न अन्यन्तवस्थायाम् इति उक्तं खलु क्षेपयति निजन्तदातुः अस्ति क्षेपि इति धातुः यथा लटि क्षिपति इति उक्तं खलु क्षिपति इति लटि उक्तं खलु अन्यन्तवस्थायां क्षिपति कर्मणि प्रयोगे रूपं किं भवति क्षेप्यते वा महोदय क्षिप्यते गुणः क्षिप्यते उक्तवती खलु क्षिप्यते आम् अत्र एकवारमपि वदामि महोदय शुद्धकर्मणि अत्र पुत्रेण पाषाणः क्षिप्यते समीचीनं वा महोदय क्षिप्यते समीचीनं इदानीं कर्मणि अन्यन्तवस्थायां कर्मणि न्यन्तावस्थायां कर्मणि मात्र पुत्रः मा न न मात्र पुत्रः पाषाणः क्षेपयति पुत्रेण मात्रा पुत्रेण पाषाणं क्षेपयति किमर्थं पुत्रेण इति उक्तवती इदानीम् अत्र पुत्रेण अत्र प्रयोज्यकर्तुः अत्र कर्मत्वं न स्वीकृतम् अतः तत्र कर्तृकरणे तृतीया इत्यनेन पुत्रेण इति आगच्छति सम्यक् तदनन्तरम् एकस्मिन् पक्षे एतत् खलु महोदय न न अनन्तरं नास्ति अत्र एकमेव पक्षः तत्र पक्षः कर्मः तु एकमेव अस्ति आम् आम् आम् आम् इदानीं तावदेव खलु महोदय अत्र मात्रा पुत्रेण पाषाणं क्षेपयते इदानीं मात्रा न न न सम्यक् नास्ति तत्र सूर्यकुमारी भगिनी वदतु मात्रा पुत्रेण पाषाणः क्षेप्यते किञ्चित् प्रतिपादयतु किमर्थं पाषाणः किमर्थं क्षेप्यते इति प्रतिपादयतु पाषाणः पुत्रेण प्रयोजकर्तुः कर्मत्वं न भवति चेत् भवति गौणकर्म कर्मत्वं भवति मात्रा पुत्रेण पाषाणः क्षेप्यते क्षेप्यते अत्र पश्यतु अत्र पाषाणः इति मूलवाक्य मूलवाक्यं किं भवति पुत्रः पाषाणं क्षिपति इति उक्तवती खलु पाषाणः एव तत्र कर्म अस्ति खलु शुद्धकर्म गौणकर्म इदानीं प्रयोज भगिनी न श्रूयते भवत्याः ध्वनिः मध्ये मध्ये मध्ये भग्नं भवति महोदय आगच्छामि न जाने किमर्थम् अधुना श्रूयते वा सम्यक् महोदय श्रूयते इदानीं पश्यतु नमस्काराः नमस्ते भगिनी विजयलक्ष्मी नमस्कारः भगिनि तर्हि अत्र सूर्यकुमारी भगिन्या किम् उक्तं मात्रा पुत्रेण मणि निजन्तवाक्यं तर्हि अत्र क्षिप् धातुः गत्यर्थकः नास्ति बुद्ध्यर्थकः नास्ति शब्दकर् इति कृत्वा प्रयोज्यकर्तुः कर्मत्वमेव न भवति अतः प्रयोजकर्ता इति एव भवति तर्हि कर्तृः का विभक्तिः इति चेत् कर्तृकरणे तृतीया कर्तृसंज्ञा अस्ति इति चेत् तृतीया विभक्तिः भवति अतः मात्रा पुत्रेण इदानीं पाषाणम् इति तत्र कर्म अस्ति खलु कर्म श्रूयते भगिनि कर्मणि प्रयोगे कर्मणः का विभक्तिः भवति प्रथमविभक्ति अतः एव अत्र पाषाणः इति प्रथमविभक्तौ भवति कर्म अस्ति खलु कर्मणि प्रयोगे तिङ् प्रत्ययेन पाषाणः एव उक्तम् इदानीं क्षेप्यते इति कथम् अस्ति इति चेत् कर्तरि निजन्तप्रयोगे क्षेपयति इति रूपमस्ति खलु क्षेपयति पकार उत्तरवर्ति अकारस्य लोपः भवति तर्हि यत्र यत्र निजन्तप्रयोगे पाठयति इति अस्ति चेत् प पाठयति इत्यत्र यकारात् पूर्वं यः अकारः अस्ति तस्य लोपः भवति. पाठयति इत्युक्ते पाठ्यते, लेखयति इत्युक्ते लेख्यते, गाय किं गायति इत्युक्ते गापयति, गापयति इत्युक्ते गाप्यते अस्ति तस्य लोपः भवति कर्मणि प्रयोगे, तावदेव विशेषः नास्ति. अतः यत्र कुत्रापि सरलतया वयं रूपं प्राप्तुं शक्नुमः. भक्षये भक्ष्यते इति यदा वयं वदामः तत्र कर्मणि प्रयोगे निजन्तवाक्यमस्ति, निजन्तरूपमस्ति, अतः तत्र दोषः एव न स्यात्. अस्तु, इदानीम् अग्रे गच्छामः. विजयलक्ष्मी भगिनी अग्रे. आं भगिनि, रामः पुत्रम् अन्नं भक्षयति. अत्र भक्ष् धातोः विषये तु खाद्धातुविषये एव भक्ष् इति भक्षणार्थे अस्ति, अतः दीर्घसूत्रे भक्ष् धातोः भक्ष्धातु अन्तर्भवति इति कृत्वा रामः पुत्रम् अन्नं भक्षयति. अत्र कर्तरीप्रयोगः पुत्रः अन्नं भक्षति. भक्षति इति रूपं भवति वा भगिनि? भक्षतोः रूपं किम् अस्ति? हा, रूपद्वयम् उभयपदे अस्ति, भक्षति भक्षते इति भवति. अस्तु, पुत्रः पुत्रः अन्नं भक्षति अथवा भक्षते. अत्र दीर्घसूत्रे तु प्रत्यवसानार्थे भक्ष् धातोः इन्क्लूजन् इन्क्लूजन् कथं वक्तव्यम्? अन्तर्भूतः अन्तर्भूतः अस्ति सूत्रे, अन्तर्भूतः अस्ति इति कृत्वा पुत्रः इति यदा निजन्तप्रयोगे रामः भक्षयति, रामः पुत्रम् अन्नं भक्षयति इति. अत्र तु साधुरूपमेव अस्ति भगिनि, अहिंसार्थे अहिंसार्थे अस्ति अन्नम् अन्नम् इति तत्र तत्र वार्तिकमस्ति खलु. भक्षेर्हिंसार्थस्य परन्तु अत्र कथम् अहं जानामि अहिंसार्थे भक्षयति वा अथवा पक्वं कृत्वा अन्नं भक्षयति इति वा? न, अत्र अत्र किम् अत्र कुत्र अस्ति अहिंसा? अत्र अहिंसार्थे नास्ति. हा, सत्यं सत्यं सत्यम्. अत्र अहिंसार्थे नास्ति इति कृत्वा रामः पुत्रम् इति असाधुरूपं, रामः पुत्रेण अन्नं भक्षयति इति भवति निजन्तप्रयोगे. अत्र कर्मणि प्रयोगे पुत्रेण अन्नम् अन्नम् इति नपुंसकलिङ्गं लिङ्गे अस्ति खलु भगिनि? आं सत्यं. हा, पुत्रेण अन्नं भक्ष्यते इति कर्मणि शुद्धकर्मणि, निजन्तकर्मणि रामेण पुत्रेण. शुद्धकर्मणि पुनः वदतु, शुद्धकर्मणि. शुद्धकर्मणि पुत्रेण अन्नं भक्ष्यते. इदानीं कर्मणि ण्यन्तवस्थायां, ण्यन्तवस्थायां कर्मणि रामेण पुत्रेण अन्नं भक्ष्यते, भक्ष्यते समानमेव. सम्यक् सम्यक्. अत्र रामेण पुत्रेण अन्नं, हा, एकमेव कर्मणि अस्ति, तदपि नपुंसकलिङ्गे अस्ति इति कृत्वा कार्यं किमपि नास्ति. अग्रिमवाक्यमपि करोमि भगिनि. अस्तु, करोतु. सीता मित्रं मधुरं खादयति, पुनः खादा. अस्तु, अत्र तु खाद्धातोः विषये वार्तिकमस्ति, कोऽपि स्मारयति वा कृपया? आदिखाद्योर्न, आदिखाद्योर्न इति वार्तिकम् अस्ति. अतः किं भवति? कर्मत्वम् आदिखाद्योर्न. अतः प्रत्यवसानार्थे खाद्धातु अस्ति, परन्तु वार्तिकबलेन प्रयोज्यकर्तुः कर्मत्वं न भवति. अतः कर्तरीप्रयोगः मित्रं मधुरं खादति, सीता मित्रेण मधुरं खादयति. कर्मणि प्रयोगे मित्रेण मधुरं खाद्यते, सीतया मित्रेण मधुरं खाद्यते इति निजन्तकर्मणि. सम्यक् सम्यक् समीचीनं. धन्यवादः. कर्मत्वं न भवति अत्र, प्रयोजकर्तुः कर्मत्वं न भवति, न भवति. अस्तु सम्यक्. तर्हि इदानीम् उषा भगिनी. अस्तु भगिनि. रमा पुत्रीं गां स्पर्शयति, स्पर्शयति गति नास्ति, बुद्धि नास्ति, प्रत्यवसानार्थ नास्ति, शब्दकर्मा नास्ति, अकर्मक अपि नास्ति. सो गतिबुद्धिः नास्ति, गतिबुद्धि प्रत्यवसानार्थ इत्यनेन प्रयोज्यकर्ता कर्मत्वं न सम्भवति. अतः अत्र रमा पुत्रीं गां स्पर्शयति इत्यनेन पुत्रीम् इति दोषेण उक्तः. सो अन्यन्त अवस्थायां कर्तरिप्रयोगे प्रयोज्यकर्तुः पुत्री इति अस्ति. पुत्री गां स्पर्शति इति अन्यन्त अवस्थायां कर्तरीवाक्यम् अस्ति, लकीवाक्यं, साधारणलकीवाक्यं. पुत्री गां स्पर्शति, स्पर्शति इति अस्ति वा रूपं? स्पर्श स्पृश् इति धातुः खलु? स्पृश् स्पृश् स्पृश् स्पृश् प्रथमगणा भगिनी स्पृशति, स्पृशति, स्पृशति, स्पृशति. सो सिक्स्त् गणः इति स्पृशति, स्पृश् अदर्वैस् स्पर्शति वुड् बि. सो सिक्स्त् गण. पुत्री गां स्पृशति अण्यन्त अवस्थायां लटीवाक्यं. ण्यन्त अवस्थायां पुत्रीमिति प्रयोजकर्तुः कर्मत्वं न सम्भवति इत्यनेन पुत्री, पुत्र्या, पुत्र्या इति भवति. रमया, न रमया, रमा, रमा पुत्र्या गां स्पर्शयति इति ण्यन्तकर्तरीवाक्यम् अस्ति. साधारण अण्यन्त अवस्थायां कर्मणि वाक्यम् अस्ति. पुत्र्या गां स्पर्श धातु स्पर्श्यते इति कर्मणि प्रयोगे नियमः कः? ओ गाम् इति गोः, स्पर्श्यते इत्यनेन गोः उक्तः भवति. गौः, गौः, गौः, गौः, गौः उक्तः भवति. गौः इति प्रथमा विभक्ति. सो पुत्र्या गौः स्पर्श्यते इति साधारण स्पर्श्यते इति तत्र कर्मणि प्रयोगे कथं भवति? स्पर्श्यते स्पृश् धातुः खलु? स्पृश् स्पृश् स्पृश् स्पृश्यते, स्पृश्यते, स्पृश्यते, ओ ओ गुण गुण वडोसनेन. ओके ओके ओके स्पृश्यते. ओके पुत्र्या गौः स्पृश्यते इति शुद्धकर्मणि वाक्यं. ण्यन्त अवस्थायां स्पर्शति सो एकमेव कर्म अस्ति गौणकर्म एव गाम् इति सो रमया पुत्र्या गां स्पर्श्यते सम्यक् गां एव ओ गाः वा किमर्थं गाः गौः गौः स्पर्श्यते इत्यनेन गौः एव उक्तः भवति गौणकर्म एव उक्तं भवति सो गौः एव नाट् गां वाक्यं वदतु ओके रमया पुत्र्या गौः स्पर्श्यते इति नियन्तावस्थायां कर्मणि प्रयोगे सम्यक् सम्यक् समीचीनम् अस्तु इदानीं महोदय अत्र शुद्धकर्मणि शुद्धवाक्यं किम् अस्ति अत्र शुद्धकर्मणि तादृशं भवती प्रयत्नं करोतु शुद्धवाक्यं किं भवितुम् अर्हति इति अत्र पुत्र्या गौः स्पृश्यते समीचीनम् महोदय समीचीनं इदानीं ण्यन्तावस्थायाम् अपि तदेव वा पुत्र्या गौः न ण्यन्तावस्थायां प्रयोजककर्ता अपि भवति खलु तदपि योजयतु अत्र रमा इति प्रयोजककर्त्री अस्ति खलु पुत्र्या ण्यन्तावस्थायां पुत्र्या पुत्र्या इति किमर्थम् आरम्भं करोतु तदपि योजयतु इत्युक्ते भवत्याः भ्रमः अस्ति सामान्यवाक्ये प्रयोजककर्तुः प्रयोगं करोति कर्तुः प्रयोगः न क्रियते भवत्या किमर्थमेव इत्युक्ते भवत्याः भ्रमः इत्युक्ते शुद्धकर्तरि प्रयोजक कर्तुः उल्लेखः न भवति यतोहि शुद्धकर्तरि तत्र कर्ता स्वयं कार्यं करोति अत्र पुत्री गां स्पृशति इति वा परन्तु इदानीं ण्यन्तावस्थायाम् इति वयं वदामः चेत् तदानीम् अन्यः कश्चन पुत्री अत्र रमा एव पुत्रीं प्रेरयति अतः रमा इति ण्यन्तावस्था इति वयं वदामः चेत् तत्र रमा इति अपि भवेत् अवस्थायां कर्ताद्वयं भवति रमा इति एकम् एकः कर्ता अनन्तरं पुत्री इति अन्यकर्ता अस्तु अस्तु रमया पुत्र्या गौः स्पर्श्यते इति अस्ति अस्तु महोदय धन्यवादः अस्तु दिने महोदय शिक्षकः न न अरुणा भगिनी वदतु पृष्टा तु विशेष ज्ञानं जनयति अत्र दृश्यश्च इति सूत्रेण कर्मसंज्ञा भवितुम् अस्ति वा भगिनि न तत्र स्पृशधातुः यद्यपि बुद्ध्यर्थकः अस्ति विशेषज्ञानार्थकः दृशेश्च इति वार्तिकम् उक्तम् इति कृत्वा दृशेश्च इत्यत्रापि दर्शनक्रिया अस्ति दर्शनक्रिया विशेषज्ञानार्थकः अस्ति परन्तु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण सर्वेषां विशेषज्ञानार्थकधातूनां ग्रहणम् अस्ति चेत् तदानीं दृशेश्च इति वार्तिकस्य अवश्यमस्ति तद् वार्तिकम् एव अस्मान् ज्ञापयति यत् गतिबुद्धिप्रत्यवसानार्थ सामान्यबुद्ध्यर्थकधातवः एव विशेषबुद्ध्यर्थकधातूनां ग्रहणं नास्ति तस्मिन् सूत्रे अतः स्पृश् धातोः स्पृश्य इत्यत्र केवलं दृश् धातोः विषये एव उक्तं, न तु स्पृष्टातोः। अत्रापि स्पर्श इति ज्ञानेन्द्रियद्वारा वयं जानीमः खोल् अस्ति, विशेषज्ञान विशेषज्ञानार्थकधातुः अस्ति, परन्तु गतिबुद्धि इति सूत्रे गतिबुद्धि सूत्र विशेषधातवः न स्वीक्रियते, सामान्यधातवः एव स्वीक्रियते। अस्तु, स्पष्टं वा? न स्पष्टं नास्ति वा? इति पश्यदानीं पश्यतु, वार्तिक केवलं दृष्टातु एव वदति वा न तु अन्य? इत्युक्ते अत्र पश्यतु, गति बुद्धि इति उक्तं खलु, बुद्धि इत्युक्ते तत्र सर्वेषां बुद्ध्यर्थकदातु भवति, येन केनापि ज्ञानं भवति चेत् तत्र बुद्ध्यर्थकधातुः एव। तर्हि तेन कारणेन स्पृश् धातुः इत्यनेन अपि ज्ञानं भवति खलु, यदा अहं स्पृशामि तत्र मम ज्ञानं भवति, अहं पुस्तकं स्पृशामि तर्हि मम पुस्तकस्य ज्ञानं भवति, यद्यपि अहं ध्वनि सम्यक् नास्ति, नास्ति वा अद्य किं एवं वा? पश्यामि एकक्षणम्। इदानीं कथमस्ति? सम्यक्। सरि, इदानीं सम्यक् अस्ति वा? अस्तु अस्तु, तर्हि पुनः अहं वदामि, अत्र पश्यतु, गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे बुद्ध्यर्थकः इति उक्तत्वात् सर्वेषां बुद्ध्यर्थकानां ग्रहणं भवति, इत्युक्ते ज्ञानार्थकधातुः। बुद्धिः इत्युक्ते किं? ज्ञानम् इति अर्थः, बुद्धिः नाम ज्ञानं। तर्हि येन केनापि ज्ञानं भवति तस्य ग्रहणं स्यात्। तर्हि यदा अहं स्पृशामि, अहं पुस्तकं स्पृशामि, तर्हि यद्यपि अहं चक्षुषा न पश्यामि पुस्तकम्, अहं केवलं हस्तेन पुस्तकं स्पृशामि, तर्हि मम पुस्तकस्य ज्ञानं भवति, अतः स्पृश् धातुः ज्ञानार्थकः अस्ति। तर्हि गतिबुद्धि इति सूत्रे स्पृश् धातोः अपि ग्रहणं स्यात् खलु इति प्रश्नः स्यात्। तर्हि तत्र स्पृश् धातोः ग्रहणं नास्ति इति कथं जानीमः इति चेत्, तत्र वार्तिकमस्ति खलु, दृशेश्च इति वार्तिकमस्ति। तर्हि दर्शनं इति अपि, यदि अहं पश्यामि पुस्तकं पश्यामि तदानीं पुस्तकस्य ज्ञानं मम भवति, पुस्तकस्य ज्ञानं भवति, अतः दृश् धातुः इत्यनेन अपि ज्ञानं भवति, अतः दृश् धातुः अपि बुद्ध्यर्थकः अस्ति। तर्हि दृश् धातोः गतिबुद्धि इति सूत्रेण एव ग्रहणं स्यात् खलु, तर्हि पुनः किमर्थं दृशेश्च इति वार्तिकस्य आवश्यकता अस्ति? यदि गतिबुद्धि इति सूत्रे सर्वेषां बुद्ध्यर्थकानां ग्रहणम् अस्ति चेत् दृशेश्च इति वार्तिकस्य आवश्यकता एव न स्यात्। परन्तु तथापि दृशेश्च इति वार्तिकम् अस्ति, तेन वार्तिकेन किं ज्ञायते? श्रूयते वा? तेन वार्तिकेन किं ज्ञायते इति चेत्, तत्र गतिबुद्धि इति सूत्रे विशेषज्ञानार्थकधातूनां ग्रहणं नास्ति। यद्यपि स्पृष्टातुः विशेषज्ञानार्थकधातुः अस्ति, परन्तु तत्र स्पृष्टातोः विषये वार्तिकं नास्ति, केवलं दृष्टातोः विषये एव वार्तिकम् अस्ति। वार्तिकं वदति केवलं दृष्टातुः, यद्यपि दृष्टातुः विशेषज्ञानार्थकः अस्ति तथापि केवलं तस्य विषये प्रयोजकर्तुः कर्मत्वं भवति, परन्तु अन्येषां विषये नास्ति। अतः स्पृष्टातुः वा अनन्तरम् अन्य यः कोऽपि धातुः विशेषज्ञानान् ज्ञानजनकधातुः, तस्य ग्रहणं नास्ति। अवगतं भगिनि। अस्तु, तर्हि अग्रे गच्छामः। विनय महोदय। आं भगिनि, शिक्षकः छात्रं कवितां वाचयति द्विकर्म छात्रकर्म अपि च कवितायकर्म यथा कविता अत्र उक्तः तर्हि अहं यदि सम्यक् अवगच्छामि शब्दकर्म व्यवस्था अस्ति यत्र शब्दकर्मव्यवस्था अस्ति तर्हि कर्मत्वं भवति यथा कर्मत्वं भवति तर्हि करिकायाः इच्छानुसारम् अपि भवति अथ प्रथमतया छात्रः कवितां वक्ति अदादिगण अस्ति वक्ति वक्ता बहुवचन नास्ति तदनन्तरं कर्मवाच्य छात्रेण कविता उच्यते छात्रेण कविता उच्यते अथवा कर्तरी वयं जानीमः शिष्यः छात्रं कवितां वाचयति तदनन्तरं कर्मणि णयन्त्र कः अस्ति शिक्षकेण ण अस्ति णत्वम् अस्ति कर्तरी ण्यन्तवस्थायां वाक्यं किम् अस्ति कर्तरी ण्यन्तवस्थायां कर्त्री ण्यन्त अवस्थायाम् इत्र अत्र शिक्षकः छात्रं कवितां वाचयति शिक्षकः छात्रं कवितां वाचयति यदि शब्दकर्म अस्ति वाच धातु आधारेण वाच वच धातु परिभाषणे परन्तु प्रायः परिभाषणे अर्थात् जल्प अन्तर्गता नास्ति परन्तु वच धातु शब्दकर्म प्रायः भवति यदि अहं सम्यक्तया अवगच्छामि शब्दकर्म एव कविता इति कर्मपदमस्ति खलु कविता इति कर्मपदमस्ति इति कृत्वा हा शब्दकर्मकः कविता आधारेण शब्दकर्म भवति कविता आधारेण वाच शब्दकर्म भवति धातु शब्दकर्म भवति तदनन्तरं क्षम्यतां तदनन्तरं ण्यन्त कर्मणि अत्र शिक्षकेण शिक्षक प्रयोजककर्ता शिक्षकेण छात्रः कवितां वाच्यते वाच्यते वयं जानीमः वाचयति यदि भवति तर्हि स्पष्टतया वाच्यते भवति वयं जानीमः तर्हि शिक्षकेण छात्रः कवितां वाच्यते सम्यक् अस्ति वा न भगिनी सम्यक् अस्ति एकमेव वाक्यं वा कर्मणि हा तत्र मम केवलं मनसि अहं यदि स्मरणं कृतवान् तर्हि वच परिभाषणे कारणेन प्रायः एकमेव रूपं भवति यदि अहं न परिभाषा का परिभाषा वच परिभाषा वच परिभाषणे धातु आधारेण यदि अन्य तद् अस्ति महोदय परन्तु शब्दकर्मकः अस्ति चेत् कारिकायां किम् उक्तं न तर्हि स्पष्टतया द्विकारं भवति यदि केवलं शब्दकर्म आधारेण जानीमः तर्हि तु इच्छानुसार भवति तर्हि अन्यत् वाक्यं किमस्ति हा अन्यवाक्य अस्ति अत्र शिक्षकेण छात्रं कविता वाच्यते वाच्यते वाच्यते तु वयं जानीमः वाच्यते यकार अपि च आत्मनेपदी कारणेन वाच्यते समीचीनं तर्हि इदानीम् अग्रे गच्छामः शोभाभगिनी अग्रे आं भगिनि अग्रे हरिः सोमेशं जलं वाहयति इति इदानीं तत्र इति कर्तरि प्रयोगे तत्र वह् इति धातुः अपि च इदानीं प्रथमम् अण्यन्तकर्तरिवाक्यं सोमेशः जलं वहति तस्य शुद्धकर्मणि सोमेशेन जलं वह्यते उह्यते क्षम्यताम् उह्यते इति भवति. निजन्तवाक्यं हरिः सोमेशेन सोमेश इदानीं वह् इति धातुः निवह्योर्न इति वार्तिकेन वह् इति धातोः विषये प्रयोज्यकर्तुः कर्मत्वं मा भवेत्. किन्तु तत्र वाहयति इति जलं वाहयति तत्र नियन्तृकर्तृकस्य वहेः अनिषेधः इति तस्य प्रसक्तिः अपि नास्ति यतोहि सोमेशेन जलस्य नियन्त्रणं किमपि नास्ति. अतः हरिः सोमेश किं तत्र निवह्योर्न इति वार्तिकस्य नियमः एव तिष्ठति. हरिः सोमेशेन जलं वाहयति इति नियन्तवाक्यम्. इदानीं प्रयोज्यकर्तुः कर्मत्वं न अभवत् इति कृत्वा हरिणा सोमेशेन जलं इति नपुंसकलिङ्गपदं जलं उह्यते इति भवति. तत्र वाहयति, क्षम्यतां भगिनि, वाह्यते एव, उह्यते इति न भवति, वाह्यते जलं हरिणा सोमेशेन जलं वाह्यते इति एकमेव वाक्यम्. सम्यक् सम्यक् अस्तु. इदानीम् अग्रे उमा भगिनी वदति वा? वदामि भगिनि, नमस्कारः. अध्यापकः बालकान् व्याकरणम् अध्यापयति. दिस् इस् निजन्तवाक्यम्. बालकाः व्याकरणं व्याकरणम् अध्येते बालकाः बालकाः अधीयन्ते यन्ते नास्ति भगिनि, यते अधीते अदादिगणीयधातुः अधीते अधीते अधीयाते न सारी सारी अधीते अधीयाते अधीयते अदादिगणीयधातुः. सिद्धप्रत्ययः ते इते इति नास्ति, ते आते अते ते आते अते थेङ्क् यु. सो बालकाः व्याकरणम् अधीते अधीयते सारि ओके अधीयते नो निश्चित सिम्पल् वाक्यं लटीवाक्यं बालकाः व्याकरणम् अधीयते. सम्यक्. देन् बालकाः सारि नौ कर्मणि प्रयोगं बालकेन व्याकरणम् कथम् अत्र बालकेन इति भवति वा? बालकाः इति बालकैः सारि तृतीया बालकैः व्याकरणं नपुंसकलिङ्गं व्याकरणं प्रथमा विभक्ति अधि उपसर्गपूर्वकः इङ् धातुः, अधियोगः ई योगः यक् योगः ते अधीयते तावदेव अधीयते. देन् निजन्तप्रयोगः अध्यापकेन बालकाः कर्तरि वदतु सारी अध्यापकः बाल कर्तरिप्रयोगम् अध्यापकः बालकाः व्याकरणम् अध्यापयति बालकाः इति भवति वा अध्यापयति इति कीदृशधातुः अधिपूर्वः सो द्वितीया आगतव्यम् सारि अध्यापके अध्यापकः बालकान् व्याकरणम् अध्यापयति किमर्थं द्वितीया भवेत् अधिपूर्वकः द्वितीया आगच्छति न किम् शब्दकर्मकधातु ओके बुद्ध्यार्थक उद्यर्थकः धातु उद्यर्थकः इति कृत्वा वाक्यं पुनः वदतु कर्तरि कर्तरिवाक्यम् अध्यापकः बालकान् व्याकरणम् अध्यापयति अध्यापकः बाल हा सम्यक् इदानीं कर्मणि कर्मणि प्रयोगः अध्यापकेन बालकाः व्याकरणम् अध्याप्यते हा पुनः वदतु वाक्यम् अध्यापकेन अध्यापकेन बालकाः व्याकरणम् अध्याप्यते अध्याप्यते इति अस्ति वा अध्यापयते न तिङन्तपदेन किम् उक्तम् अस्ति अत्र कर्मद्वयम् अस्ति खलु बालकाः उक्तं बालकाः प्रथमा विभक्ति सो व्याकरणम् इति कर्मपदं बालकाः न इदानीं पश्यतु अध्यापकेन बालकाः व्याकरणम् अध्याप्यते इत्युक्ते अत्र कर्मणि प्रयोगे तिङ् प्रत्ययेन यद् उक्तमस्ति तस्य विभक्तिवचनम् अनुसृत्य भवति खलु तद्वचनम् अनुसृत्य तिङ्गन्त इदानीं बालकाः इति प्रथमाविभक्तौ अस्ति इति कृत्वा तदेव उक्तम् अस्ति खलु तिङ् प्रत्ययेन सः तिङ्गन्तपदमपि बहुवचने एव स्यात् खलु बालकाः अध्याप्यन्ते अध्याप्यन्ते ओके सारि बालकाः अध्यापयन्ते देन् अनदर् द्वितीयवाक्यम् अध्यापकेन बालकान् व्याकरणं नपुंसकलिङ्गमेव सो व्याकरणम् अध्याप्यते उत्तमं सम्यक् समीचीनं तर्हि इदानीं मीना भगिनी अग्रे शुद्धवाक्यं किम् अध्यापकः शुद्धवाक्यम् उक्तं खलु बालकाः व्याकरणम् अधीयते न दोषम् अस्ति खलु अध्यापकः मूलवाक्ये मूलवाक्यं बालकाः व्याकरणम् अधीयते बहुवचनं भगिनी उक्त्वा न अत्र वाक्यदोषः सम्यक् अस्ति नास्ति अध्यापकः बालकान् व्याकरणम् अध्यापयति इति वाक्यं सम्यक् अस्ति दोषः नास्ति किम् अस्तु मीना भगिनी अग्रे वाक्यम् ओके सम्यक् अस्ति वाक्यं मीना भगिनी पिता पुत्रेण नदीं दर्शयते वाक्यम् अशुद्धमस्ति किमर्थमिति इति चेत् धातु दृश् इति धातु तत्र दृशेश्च इति सूत्रेण वार्तिकेन वार्तिकेन तत्र कर्मत्वं भवति तत्र पिता पुत्रं नदीं दर्शयते अन्यन्ते पुत्रः नदीं पश्यति कर्तरी अन्यन्त अस्तु वा यदुक्तं तत्सर्वं समीचीनं परन्तु अत्र दृशेष्य इत्यस्य अनन्तरम् इतोपि एकं वार्तिकम् अस्ति खलु ओ दृश दर्श्यते अभिवादिदृशोः आत्मनेपदे वा वेति विकल्पेन वाच्यं विकल्पेन भवति ततस्मात् पिता पिता पुत्रेण नदी दर्शयते अपि च पिता पुत्रं नदीं दर्शयते नदीम् इति उक्तवती वा नदी इति उक्तवती वा पुत्रेण नदी पुत्रं नदीं द्वितीया विभक्ति पुत्रं नदी दर्शयते न कर्तरीप्रयोगे अस्ति खलु न कर्तरीप्रयोगे अस्ति खलु अतः अत्र कर्म किम् अस्ति शुद्धकर्म किम् अस्ति किं दर्शयति कः दर्शयते नदी दर्शयते किल पिता नदी नास्ति दर्शयते इत्यस्य कर्म किम् नदी दर्शयते कर्म नदी नास्ति नदीं दर्शयते नदीं दर्शयते सो पिता पुत्रेण नदीं दर्शयते वा इति एकं वाक्यम् अन्यत् वाक्यं पुत्रेण किमर्थं तत्र अभिवादी दृश्योरात्मनेपदे वेत्ति वाच्यम् इत्यनेन विकल्पेन भवति कर्मत्वम् ओम् अन्यस्मिन् अन्यवाक्ये पिता पुत्रं नदीं दर्शयते सम्यक् कर्मणि कर्मणि पित्रा पित्रा शुद्धकर्मणि शुद्धकर्मणि शुद्धकर्मणि पुत्रः नदी दृश्यते अहं बजर् बजर् प्रेस् करोमि पुत्रः इति वदति चेत् बजर् कर्मणि प्रयोगे किं तत्र नियमः कः पुत्रेण पुत्रेण नदी दृश्यते कर्मणि यन्तावस्था कर्मणि पित्रा पुत्रः नदीं दर्श्यते सम्यक् सम्यक् अस्तु इदानीं सूर्यकुमारी भगिनी वदतु भगिनि गुरुः शिष्यं देवम् अभिवादयति अभिवादयति अपि अन्वार्तिकमस्ति सम्यक् न स्मरति गुरुः शिष्यं देवम् अभिवादयति विकल्पेन भवति भगिनी तत्र अभिवादिदृशोर् आत्मनेपदे वेति वाच्यं वेति वाक्यम् आम् वार्तिकं किं वदति अभिवादि अपि च दृश द्वयोः आत्मनेपदं पदरूपे विकल्पेन कर्मत्वं न भवति इति वा कर्मत्वं तु दृशे तु कर्मत्वम् एवमेव भवति दृशेश्च इति सूत्रेण अतः अस्मिन् अस्यां वार्तिक अस्य वार्तिकस्य प्रभावे कर्मत्वं न भवति, विकल्पेन भवति इति वदति. अतः कर्मपदमपि भवति, कर्तृकर्मणो तृतीया इत्यनेन तृतीयविभक्तिरूपमपि भवति आत्मनेपदी, आत्मनेपदी रूपे. सम्यक् वदतु सूर्यकुमारी भगिनी. गुरुः शिष्यं देवम् अभिवादयति. अभिवादयते, अभिवादयते. यतो हि आत्मनेपदी अस्ति चेदेव तत्र विकल्पेन कर्मत्वं दोषम् अभिवादय शुद्धम् अभिवादयते. अत्र एकमेव वाक्यं वा? अभिवादी इत्यत्र विकल्पः अस्ति खलु? हा भगिनि, विकल्पः. परन्तु अत्र तु आत्मनेपदं नास्ति खलु, अत्र तु अभिवादयति इत्येव अस्ति. अभिवादयति इत्येव अस्ति, तर्हि तत्र चिन्तनीयं तत्र इत्युक्ते सर्वं वक्तव्यं भवति. अभिवादयति इति अस्ति चेत् कर्मत्वं न भवति, परन्तु अभिवादयते इति अस्ति चेत् विकल्पेन कर्मत्वं भवति. सर्वं वक्तव्यम् अत्र. अत्र उत्तमः छात्रः अस्ति चेत् सर्वं वदति. शिष्यः नाति, शिष्यः देवम् अभिवदते, अभिवदति भगिनि. वदधातुः खलु तत्र, वदधातुः अस्ति चेत् उद्यते, किमर्थम् उद्यते? वदति, लट् वदति, अभिवदति. निजन्तरूपं शुद्धकर्मणि शिष्येन. न, इदानीं कर्तरि ण्यन्तावस्थायां न उक्तवती खलु. कर्तरि ण्यन्तावस्थायां गुरुः शिष्यं, गुरुः शिष्येन. इदानीम् अभिवादयति, अभिवादयति इति रूपमस्ति चेत् कथं भवति वाक्यम्? अभिवादयति इति चेत् कर्मत्वं न भवति. गुरुः गुरु शीघ्रं शीघ्रं वक्तव्यं भगिनि, क्षम्यतां. गुरुणा शिष्येन, न न, विजया भगिनी मा वदतु, भगिनी वदति इदानीं. गुरु गुरुणा शिष्येन, न कर्तरि प्रयोगे भगिनि. गुरुः गुरुः शिष्येन देवम् अभिवाद्यते. अस्तु, तत्र किञ्चित् विजयलक्ष्मी भगिनी सहायं करोतु. अभिवदते गुरुः शिष्येण देवम् अभिवादयति. परस्मैपदी अस्ति चेत्, परस्मैपदी अस्ति चेत् तत्र किं भवति? परस्मैपदी अस्ति चेत् तत्र विकल्पः तु नास्ति, अतः शिष्येण इति कर्तृकर्मणो तृतीया इत्यनेन शिष्येण इति एव भवति. विकल्पः नास्ति इति वदति चेत् नित्यं भवति वा इति प्रश्नः भवति. तर्हि कथं वक्तव्यम्? अत्र कर्मत्वं भवति वा न वा? न, कर्मत्वं न भवति. हा, परस्मैपदी अस्ति चेत्, अभिवादयति इति अस्ति चेत् कर्मत्वमेव न भवति, अतः कर्तृत्वमेव भवति इति कृत्वा कर्त्याविकर्मणो. इदानीम् अतः आत्मनेपदी अस्ति चेत् एवम् अभिवादयति. आत्मनेपदी भवति चेत् गुरुः शिष्येण देवम् अभिवादयति, अभिवादयते, अपि च गुरुः शिष्यं देवम् अभिवादयते इति रूपद्वयं सम्भवति. सम्यक्. विकर्मणि अस्ति इति कृत्वा कर्मणि प्रयोगे शिष्येन देवः अभि उपसर्गपूर्वकः अभ्योद्यते इति वा अभि योगः उद्यते अभ्योद्यते यो इति कथम् अभ्युद्यते अभ्युद्यते अभ्युद्यते पुनः तत्र गुरुणा शिष्येन देवः अभिवाद्यते इति निजन्तप्रयोगः अत्र शिष्यपदस्य कर्मत्वं नास्ति इति कृत्वा यदि नास्ति अभिवादयति इति यदि भवति तदा तु शिष्य इति कर्मत्वं न प्राप्नोति तदा गुरुणा शिष्येण देवः अभिवाद्यते इति एकमेव रूपं सम्भवति परन्तु इदानीं तद् इदानीं तु कर्मणि प्रयोगे अस्ति खलु कर्मणि प्रयोगे आत्मनेपदत्वं तु प्राप्यते एव ओ अभिवाद्यते इति वा अस्तु अत्र गुरुणा शिष्यः देवम् अभिवाद्यते इति एकः विकल्पः अपरः विकल्पः गुरुणा शिष्यं देवः अभिवाद्यते इति अपरं यतोहि आत्मनेपदे तु तत्र आत्मनेपदी एव अस्ति खलु रूपम् अतः अत्र विकल्पप्रयोगे तु आत्मनेपदी अस्ति इति समीचीनं भगिनी कश्चन प्रश्नः तत्र किं वार्तिकम् इदं वार्तिकम् अभिवादिदृशोरात्मनेपदे वेति वाच्यमिति यदा आत्मनेपदी भवति तदा एव न विवक्षानुगुणम् आत्मनेपदीं प्रयोगं कर्तुं शक्नुमः वा तत्र गुरुः शिष्यं देवम् अभिवादयते इति न अवगतं प्रश्नः कः इत्युक्ते यत् विवक्षानुगुणम् इत्यस्य कः अर्थः आत्मनेपदस्य प्रयोगः कदा भवति सामान्यतया आत्मनेपदी सामान्यतया कर्मणि एव भवति परस्मैपदी धातूनां कर्मणि प्रयोगे एव आत्मनेपदी भवति तदा अस्य सूत्रस्य कार्यं भवति वा इति मम प्रश्नः भगिनि तदा एव भवति इत्युक्ते तत्र अत्र अत्र सम्भावना द्वयमस्ति कर्तरीप्रयोगे अपि आत्मनेपदस्य प्रयोगः शक्यते खलु तदे तत्र प्रश्नः कथम् अस्मिन् आत्मनेपदी धातोः कथं अत्र परस्मैपदी धातोः वद् धातुः तु मूले परस्मैपदी एव अस्ति आम् परन्तु अभि उपसर्गपूर्वकः धातुः आत्मनेपदस्य प्राप्नोति सत्यं सत्यं स्पष्टं भगिनि तदेव क्लेशः आसीत् इदानीं सन् स्पष्टम् अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः अरुणभगिनी वद वक्तुमिच्छति वा मया न पृष्टम् अरुणभगिनी न श्रूयते भगिनि न श्रूयते मन्दमस्ति किञ्चित् उच्चैः वदतु श्रूयते श्रूयते वदतु माता शिशुना तुप्तं पाययति पाययति न श्रूयते भगिनि किमपि न श्रूयते अस्तु अस्तु न किमपि न श्रूयते अतः इदानीं वंशी भगिनी वक्तुमिच्छति वा केवलं शृणोति वा? अस्तु विजयभगिनी बहिः क्षम्यताम्. अस्तु अस्तु तर्हि अस्तु अस्तु नास्ति चिन्ता. तर्हि विजयभगिनी वदतु. माता शिशुना दुःखं पाययति. अत्र शुद्धवाक्यं शिशुना. महोदय अत्र दुग्धं नपुंसकलिङ्गमेव खलु? अस्तु शिशुना दुग्धं वदति वा कर्मणि वदति वा? शुद्धवाक्यं शुद्धकर्मणि. शुद्धकर्तरि वदतु प्रथमतया. शुद्धकर्तरि. अत्र शिशुना दुग्धं पीयते. शिशुः दुग्धं पिबति. पा धातुः सामान्यरूपं किम् अस्ति? पिबति. शिशुः दुग्धं पिबति इति अस्ति. इदानीं ण्यन्तावस्थायां कर्तरि प्रयोगः. दुग्धं पिबति ण्यन्तावस्थायाम्. अत्र शिशुना दुग्धं पाययति. भवती किमर्थं तत्र प्रयोजकर्तुः व्यवहारः एव न करोति? अत्र अस्माकं विषयः एव प्रयोजकर्तुः एव विषयः खलु. तर्हि सर्वत्र वाक्ये प्रयोजकर्तुः प्रयोगः एव न करोति चेत् तर्हि किम्? अत्र माता इति अस्ति खलु. माता शिशुः अस्तु. उमा भगिनी किञ्चित् सहायं करोतु. माता शिशुना दुग्धं पाययति निजन्तप्रयोगः. अत्र कर्तरि प्रयोगः. कर्मणि प्रयोगः मात्रा न इदानीं न तत्र वाक्यं यद् तद् वाक्यं यदत्तं तत् शुद्धमस्ति वा? माता शिशुना दुग्धं पाययति इति शुद्धं वाक्यं वा? शिशुं पाययति. माता शिशुं दुग्धं पाययति. किमर्थं शिशुं द्वितीया विभक्ति पाययति के न? सम्यक्तया वदतु किमर्थं शिशुम् इति अत्र तत्र द्वितीया विभक्तिः? कर्मपदं प्रत्यवसान कथमस्ति? कर्मपदं किमर्थं कर्मपदम्? ओके प्रत्यवसान दिव्यसूत्रे कति बुद्धि प्रत्यवसान इत्यनेन शिशुं दुग्धं पाययति. माता शिशुं दुग्धं पाययति कर्तरिप्रयोगः. कर्मणि प्रयोगः मात्रा शिशुं मात्रा शिशुना दुग्धं पाययति. देन् मात्रा मात्रा शिशुः सारि मात्रा शिशुः दुग्धं पाययति. मात्रा न इदानीं कर्मणि प्रयोगे वदति वा भवती? ओके शिशुः दुग्धं पिबति. शिशुना दुग्धं नपुंसकलिङ्गं. शिशुना दुग्धं पिबति पिब्यते. पिब्यते इति नास्ति. सारि पीयते. ओके सारि सारि मै ओन् फार्मेशन् पीयते. ओके सो दट् इस् कर्मणि प्रयोगः. देन् निजन्तवाक्यं माता शिशुं दुग्धं पाययति. कर्मणि प्रयोगे निजन्तवाक्यं मात्रा शिशुना दुग्धं पाययति. द्वितीयवाक्यं न पा धातुः कीदृशधातुः? प्रत्यवसानार्थकः इत्युक्तं खलु? तदेव. प्रत्यवसानार्थकः अस्ति चेत् कर्मणि प्रयोगे कथं भवति वाक्यं? सो एकमेव कर्मप्रयोग कर्मपदं भवति. मात्रा शिशुना दुग्धं पायेति देन् मात्रा न न न शोभा भगिनी सहायं करोतु आं भगिनि तत्र मा इदानीं नन्तवाक्यं शिशुः दुग्धं पिबति शिशुना दुग्धं पीयते माता शिशुं दुग्धं पाययति इदानीं तत्र विकल्प कर्मणि प्रति कर्मणि माता शिशुं दुग्धं पाययति यतोहि प्रत्ययसान अर्थे धातोः प्रयोगः कर्मणि वदतु वाक्यं पुनः निजन्तवाक्यं निजन्तवाक्यं माता शिशुं न माता इति वदति चेत् बजर् आगच्छति तत्र कर्मणि इति उक्तवती खलु अहं निजन्त इति चिन्तितवती क्षम्यतां मात्रा मात्रा शिशु शिशुं दुग्धं पाययति इति वाक्यं भवति अपि च तत्र भक्षार्थकधातोः विकल्पः अस्ति इति कृत्वा मात्रा शिशुना दुग्धं पाययति नास्ति क्षम्यतां भगिनि पुनः मात्रा शिशुं दुग्धं पायते मात्रा शिशुना दुग्धं पायते किमर्थं विकल्पेन शिशुना इति वदति शिशुः इत्यस्य शिशुः इति प्रयोज्यकर्तुः तस्य कर्मत्वं भवति प्रत्ययवसाना धातुः इति अस्ति इति कृत्वा का विभक्तिः भवति शिशुं शिशुः इति भवति कर्म कर्मत्वं भवति इदानीम् अत्र शिशुः कर्मत्वं भवति एव प्रत्यवसानार्थकधातुः अस्ति चेत् शिशुः इत्यस्य कर्मत्वं तु भवति एव परन्तु शिशुः कर्मणि इति प्रश्नः क्षम्यतां शिशुः मात्रः वा न वा इति प्रश्नः उक्तः हा उक्तः चेत् शिशुः इति भवेत् यतोहि तत्र कर्मणि वाक्यं पायते इति मात्रा शिशुः दुग्धं पायते इदानीं शिशुः इति उक्तं पायते इति प्रत्ययेन कर्मणि प्रयोगे अतः तस्य प्रथम एव भवति दुग्धम् इत्यस्य गौणकर्म भवति द्वितीया भवति कर्मणि द्वितीया इत्यनेन इदानीं तत्र वार्तिकायां कारिकायाम् अस्ति इति कृत्वा भक्षार्थकधातोः प्रसङ्गः वैकल्पिकप्रयोगः मात्रा शिशुं दुग्धं पायते तत्र दुग्धम् इत्यस्य कर्म दुग्धमिति उक्तं भवति पायते इति प्रत्ययेन इति कृत्वा तस्य प्रथमविभक्तिः भवति अतः मात्रा शिशुं दुग्धं पायते अत्र शिशुम् इत्यस्य गौणप्रयोगः सम्यक् सम्यक् समीचीनम् इदानीं बुद्धं वा उमा भगिनि आं भगिनि अस्तु अस्तु अत्र अत्र एकमहं वक्तुम् इच्छामि अत्र वारं वारम् अस्माभिः अस्य विषये चिन्त्यते खलु तर्हि किमर्थं तत्र अभ्यासः गृहपाठरूपेण भवन्तः किमर्थं न कुर्वन्ति इति मम प्रश्नः यदा तत्र गृहपाठने गृहपाठरूपेण चिन्तनं यदा न क्रियते तदानीम् अत्र गतसप्ताहे यत् पठितं तत्सर्वं तथैव स्थापयित्वा पुनः अस्मिन् सप्ताहे अत्र आगच्छन्ति चेत् कार्यं न भवति किञ्चित् पुनस्मरणं तत्र नियमाः के इति सर्वं दृष्ट्वा आगन्तव्यं नो चेत् क्लेशः खलु अस्तु तर्हि इदानीम् अग्रिमवाक्यं उषाभगिनी वदतु आं भगिनि यशोदा यशोदा कृष्णम् अन्नं भोजयति इति दत्तं भोजयति भुज् धातु प्रत्यवसानार्थशब्दधातु प्रत्यवसानार्थशब्दधातु इत्यनेन प्रयोज्यकर्तुः कर्मत्वं सम्भवति कर्मत्वं सम्भवति यशोदा कृष्णम् अन्नं भोजयति सो अत्र कृष्णम् इति भोजयति इति कर्मत्वम् अस्ति इत्यनेन दोषं नास्ति दोषः नास्ति भगिनी अत्र सो भोजयति इति कर्तरि निजन्तरूपं यशोदा कृष्णम् अन्नं बोधयति इति शुद्धवाक्यं कर्तरि निच् भवति. अण्यन्त अवस्थायां साधारणलटीवाक्यं कृष्णः अन्नं भुङ्क्ते न बोधयति इत्यनेन परस्मैपतिरूपम् धातोः भुजति ओ भुजति अपि साधारणवाक्यं तत्तु न भुजति इति तु कौटिल्य इति अस्ति. भुज् धातुः रुदादिगणीयधातुः खलु भुनक्ति भुनक्ति आं भगिनि भुनक्ति भुङ्क्ते भुङ्क्ते धन्यवादः भुनक्ति कृष्णः अन्नं भुनक्ति कृष्णः अन्नं भुनक्ति निजन्तवाक्यं यशोदा कृष्णम् अन्नं भोजयति. भुज् देन् प्रत्यवसानार्थधातु इत्यनेन कर्मणि निजन्तरूपं भवति. कर्मणि निजन्तवा द्वयोः रूपं सिद्ध्यति. शुद्धकर्मणि कृष्णेन अन्नम् इति नपुंसकलिङ्गं कृष्णेन अन्नं भुङ्क्ते इति भुङ्क्ते भुङ्क्ते इति लट्टि भुङ्क्ते इति यकार अपि अस्ति. भुज्यते कृष्णेन अन्नं भुज्यते इति लटी कर्मणि वाक्यम्. अत्र निजन्त अवस्थायां वाक्यद्वयं भवति. निजेच्छया इति कारिकया उक्तम् इत्यनेन वाक्यद्वयं भवति. सो यशोदया अन्नम् उक्तं चेत् भोज्यते अन्नं भोज्यते. यशोदया कृष्णं अन्नं भोज्यते इति एकं वाक्यं. द्वितीयवाक्यं कृष्णः उक्तः चेत् यशोदया कृष्णः भोज्यते अन्नं यशोदया कृष्णः अन्नं भोज्यते इति द्वितीयवाक्यं. सम्यक् सम्यक् उत्तमं बहु समीचीनं धन्यवादः. अस्तु तर्हि इदानीं अन्नम् अहिंसा अस्ति चेत् न अत्र भक्षधातुः नास्ति खलु. ओके ओके सम्यक् भुज्धातुः अस्ति. अस्तु विनय महोदय अग्रे. अत्र एकक्षणं भक्तः निर्धनं भोजनं ग्राहयति. अतः ग्रह उपादने उपादाने धातुः कर्मत्वं नास्ति. अतः यथा वयं जानीमः गतिबुद्धिप्रत्यवसानशब्दकर्मकणाम् आणि कर्तणौ धातुः अन्तर्गतः नास्ति तर्हि कर्मत्वं न भवति. यदि कर्मत्वं न भवति तर्हि कर्तृकर्णयोः तृतीया भवति. अतः भक्तः निर्धनेन भोजनं ग्राहयति. परन्तु यदि वयं केवल अण्यन्तसम्बद्धे वदामः तर्हि निर्धनः भोजनं गृह्णाति. तर्हि कर्मणि निर्धनेन भोजनं वन् थ्री निर्धनेन भोजनम् अत्र नपुंसकः अस्ति प्रथमः अस्ति. निर्धनेन भोजनं गृह्यते. तर्हि अन्यविषयः अस्ति कर्मणि ण्यन्तकर्मणि. तर्हि भक्तेन अत्र मम संशयः अस्ति. यदि अहं वदामि भक्तेन निर्धनः भोजनं ग्राह्यते तत्र प्रायः दोषः. यदि अहं यथा अत्र कर्मत्वं नास्ति तर्हि एव तृतीया भवति. तर्हि यदि अहं वदामि भक्तेन निर्धनेन भोजनं ग्राह्यते, अत्र मम तदेव शुद्धं, तदेव शुद्धं. हा धन्यवादः भगिनी. तत्र यदि अहम् अत्र न वदामि तर्हि मम संशयः, परन्तु इदानीम् अहं स्पष्टतया संशयः रहति. धन्यवादः. भक्तेन भोजनं भोजनं ग्राह्यते, भोजनं ग्राह्यते ग्राह्यते सम्यक्, चिन्ता नास्ति. समीचीनं. तर्हि इदानीं विजयलक्ष्मी भगिनी वदतु. अस्ति वा भगिनि? वदामि वदामि. भोजनम् इति नपुंसकलिङ्गं वा? सत्यं सत्यं. तत्र अन इति अस्ति खलु, कीदृशप्रत्ययः? अन युवोरनाकौ युडन्तं युडन्तम् अत्र कुत्र स्मः? सा नृपं गानं श्रावयति. शब्दकर्मकः श्रावयति. अतः अत्र दीर्घसूत्रेण प्रयोजककर्तुः कर्मत्वं भवति. अतः सा नृपं गानं श्रावयति. सम्यक् एव अस्ति इति भाति. सम्यक् एव अस्ति, सत्यम्. अत्र नृपः गानं शृणोति इति कर्तरिप्रयोगः. कर्तरि निजन्तप्रयोगे सा नृपं गानं श्रावयति इति. कर्मणि शुद्धकर्मणि प्रयोगे नृपेण गानं श्रूयते. न पुनः शुद्धकर्मणि नृपेण गानं. हा सम्यक्. नृपेण गानं श्रूयते. सा इत्यस्य तृतीया भवति. तया नृपेण गानं श्राव्यते. नृपेण इति किमर्थं? तत्र शब्दकर्म इति उक्तवती खलु. ओ सत्यं. तया नृपः गानं श्राव्यते इति एकः विकल्पः. अत्र नृपः इत्यस्य इति उक्तं भवति श्रुधातुतः. तया नृपं गानं श्राव्यते इत्यत्र गानम् इत्यस्य प्रथमा विभक्ति. कर्मणि प्रयोगे कर्मपदं गानम् इति भवति. अत्र विकल्पद्वयं. सम्यक् तावदेव. सम्यक् समीचीनं. तर्हि इतोपि कतिचन वाक्यानि सन्ति. अहं किं वदामि इति चेत्, येषाम् अद्य दोषाः आसन् ते कृपया एतानि वाक्यानि गृहपाठरूपेण तत्र कुर्वन्तु. अग्रिमसप्ताहे भवन्तः एव अत्र आगत्य भवद्भिः एव वक्तव्यं भवति. अतः पश्यन्तु, इदानीं यद् चर्चितं तत्सर्वं विस्मृत्य पुनः अत्र न आगन्तव्यम्. अत्र नियमाः के इति सम्यक्तया विचिन्त्य अत्र यानि उदाहरणानि सन्ति तानि सर्वाणि कथं भवन्ति, अत्र कोष्टकमपि अस्ति अस्माकं पुरतः, तत् पश्यन्ति चेत् सम्यक् एव भवति, दोषः एव न भवति. अतः कृपया गृहपाठरूपेण चिन्तयित्वा आगच्छन्तु, नो चेत् अत्र अग्रिमसप्ताहे अपि समापयितुं न शक्नुमः. अस्तु. आं श्रूयते वा? श्रूयते. आं भगिनि, श्रूयते श्रूयते श्रूयते सम्यक् श्रूयते. समीचीनं समीचीनं. तर्हि कोऽपि प्रश्नः अस्ति वा? नो चेत् गृहपाठं विना विना कक्षां मा आगच्छतु इति अस्मत् इति अहं न वदामि, भवती वदति सम्यक् एव. ये गृहपाठं अकृत्वा आगच्छन्ति ते अन्येषां समयः अपि व्यर्थं कारयन्ति. न, भवतामेव लाभः भवति, भवतामेव लाभः भवति अभ्यासः भवति चेत्. अतः कृपया कृत्वा आगच्छन्ति. धन्यवादः भगिनि, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः.